पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 234 पार्वत्युवाच भगवन् श्रोतुमिच्छामि द्वादश्याश्च विधानकं विष्णोः पूजाविधानं च कर्तव्यं तत्र वै प्रभो एकादश्या प्रभावं च सर्वपापहरं नृणाम् आचक्ष्व विस्तरेणैव मयि प्रीत्या महेश्वर महादेव उवाच शृणु देवि प्रवक्ष्यामि द्वादश्याश्च विधानकं तस्या स्मरणमात्रेण सन्तुष्टस्या जनार्दनः एकादश्यां तु प्राप्तायां समुपोष्येहमानवः सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदं सप्तजन्मार्जितं पाप ज्ञानदो ज्ञानधकृतं क्षणादेवलयं व्याधि द्वादश्यां हरिपूजनाद् अश्वमेधसहस्राणि वाजपेयशतानि च एकादश्युपवासस्य कलां नार्हन्ति षोडशीं धर्मदा ह्यर्धदा चैव कामदा मोक्षदा किल सर्वकामदुःखनृणां द्वादशी वरवर्णिनी एकादशी समं किञ्चित् पापत्राणं न विद्यते एकादशी समं किञ्चित् व्रतं नास्ति शुभे क्षणे एकादशीं परित्यज्य यो ह्यन्यद्व्रतमाचरेद सकरस्थं महाराज्यं त्यक्त्वा भैक्ष्यं तु याचते एकादशेन्द्रियैः पापं यत्कृतं भवति प्रिये एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् रटं तीह पुराणानि भूयो भूयो वरानने न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे अभक्ष्यं सर्वदा प्रोक्तं किं पुनः शुक्लकृष्णयोः वर्णानामाश्रमाणां च सर्वेषां वरवर्णिनी एकादश्युपवासस्तु कर्तव्यो नात्र संशयः एकादश्यां च प्राप्तायां मातापित्रोर्मृदेहनी द्वादश्यां तु प्रदातव्यं नोपवासदिने क्वचिद् गर्हितान्नं न वाश्नन्ति पितरश्च दिवौकसः एकादश्यां न भोक्तव्यं सुरां वा न पिबेत् क्वचिद् ब्राह्मणं नैव हन्यातु सममेदत्रयं मदं तस्मादेकादशीं शुद्धामुपवासं समाचरेद् अवस्थातृदये यस्तु यत्नो वाक्कायकर्मभिः दशमीमिश्रितां तां तु प्रयत्नेन विवर्जयेद् अरुणोदयवेलायां दशमीमिश्रिता भवेद् तां त्यक्त्वा द्वादशीं शुद्धामुपोष्ये हा विचारयन् कलायां विद्यमानायां सूर्यस्योदयनं प्रति त्रयोदश्यां तथा देवि द्वादशी परिविद्यते तथा चद्वादशी शुद्धा ह्युपवासे विधीयते अरुणोदयवेलायां कृत्यं सर्वं समाचरेद कलायामपि द्वादश्यां पारणं तत्र चोदितम् शुद्धामेकादशीं चापि त्यजेदत्र न संशयः कलाप्येकादशी यत्र द्वादश्यामुदितेरवौ सर्वामेकादशीं त्यक्त्वा तत्रैवोपवस्यद्विजः एवं विधिं विनिश्चित्य समुपोष्यं हरेर्दिनं सायमाद्यन्तयोरह्नो सायं प्रातस्तु मध्यमे तत्रोपवासं कुर्वीद त्यक्त्वा भुक्तिचतुष्टयं दशम्यामेघभक्तस्तु नारीसङ्गमवर्जितः अवनीतल्पशायी च परेहनि वस्येच्युचिः धात्रीफलानुलिप्ताङ्गस्नानं सन्ध्यां समाचरेद उपवासपरो भूत्वा रात्रौ सम्पूजयेद्धरिं पाखण्डिनं विकर्मस्तम्पतितं स्वपचं तथा नावलोकेन्न सम्भाष्येन्न पृश्ये तत्र वैष्णवः अवैष्णवस्तु यो विप्रसपाषण्ढः प्रकीर्तितः शिखोपवीदत्यागी च विकर्मस्त इदीरितः महापापोपपापाभ्यां युक्तः पदिद उच्यते अन्त्यजस्वपजप्रोक्तो वेदैस्तत्र सुनिर्णयः रात्रौ सम्पूज्य देवेशं जागरं च समाचरेद गन्धैः पुष्पैस्तद्धा दीपैर्वस्त्रैराभरणैः शुभैः जपैस्तोत्रैर्नमस्कारैः पूजयेन्निशिभक्तिदः तदः प्रभातसमये तुलसीमिश्रितैर्जलैः स्नात्वा सम्यग्विधानेन सन्दर्प्य पितृदेवताः पूजये जगदामीशं लक्ष्म्या सह जनार्दनं कोमलैस्तुलसीपत्रैः पुष्पैश्चैव सुगन्धिभिः दीपान्निराजयेत्तत्र वारमष्टोत्तरं शतं शतपत्रकृतां मालां ताभ्यां सम्यङ्गिन वेदयेद् धूपं दीपं च नैवेद्यं ताम्बूलं च समर्पयेद् शर्करासहितं दिव्यं पायसान्नं समर्पयेद् कर्पूरेण च संयुक्त ताम्बूलं च निवेदयेद् प्रदक्षिणे नमस्कारं कृत्वा भक्त्या समन्वितः अज्येन जुहुयाद्वह्नौ शतमष्टोत्तरं तथा प्रत्यचर्तं पुरुषसूक्तेन लक्ष्मीसूक्तेन पायसं ब्राह्मणान् भोजयेद्भक्रिया स्वयं भुञ्जीदवाग्यदः पुराणादिप्रभाटेन क्षपयेत्तद्दिनं महद क्षितिशायी ब्रह्मचारी तस्यामेव निशिस्वपेद एवं सम्पूज्यमानं सद्वादश्यां कमलापतिः क्षणात् प्रसन्नो भगवान् सर्वाभीष्टप्रदो ध्रुवम् इत्येतत्कथितं देवि द्वादशी व्रतमुत्तमं किमन्यत्रोदुकामासि तद्वक्तव्यं ब्रवीम्यहम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे द्वादशीमाहात्म्यं नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॐ